गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः विधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतम् प्रत्यक्षज्ञानम् इति स्प्रेड्शीट् पुरतः स्यात् तत्र प्रत्यक्षम् इति शीट् अस्ति तत्र गते वर्गे कियत् प्राप्तम् इति चेत् विशेषः यावत् प्राप्तं खलु तत्र सामान्यम् इत्यत्र सत्ता सत्ता कथं गृह्यते सत्तायाः परिमाणं किमपि नास्ति किन्तु चक्षुसन्निकर्षेण त्वक्सन्निकर्षेण रसनसन्निकर्षेण घ्राणसन्निकर्षेण श्रोत्रसन्निकर्षेणापि गृह्यते सत्ता कथं गृह्यते इत्युक्ते संयुक्तसमवायः इति लिखितं यदि घटे विद्यमानसत्ता इति स्वीकुर्मश्चेत् तत्र संयुक्तसमवायः इति किन्तु घटे विद्यमानरूपे विद्यमानसत्ता इति चिन्तयामः चेत् संयुक्तसमवेदसमवायः इति भवति रसनेन्द्रिये घ्राणेन्द्रिये श्रोत्रेन्द्रियेषु तैः इन्द्रियैः द्रव्यं न गृह्यते इति कृत्वा संयुक्तसमवेदसमवायः एव इत्युक्ते यस्मिन् द्रव्ये रसमस्ति रसः इति गुणः अस्ति तस्मिन् द्रव्यविद्यमानसत्तायाः ग्रहणं रसनेन्द्रियेण न कर्तुं शक्यते इति अस्तु तदनन्तरं विशेषः इति पदार्थः विशेषः इति पदार्थः तु नित्यद्रव्येषु एव लभ्यते एकमपि नित्यद्रव्यं नित्यद्रव्यस्य प्रत्यक्षं न भवति इति कृत्वा तत्र कल्पितम् इत्यस्मिन् श्रेण्यां स्थापितं समवायः अपि कल्पितः एव अस्ति समवायसम्बन्धः इति इन्द्रियेण न ग्रहीतुं शक्यते संयोगसम्बन्धः तु ग्रहीतुं शक्यते किन्तु समवायसम्बन्धः न ग्रहीतुं शक्यते तदनन्तरम् अभावः चिन्तनीयम् अस्ति अस्तु श्रीराममहोदय आरम्भं करोति वा प्रागभावः इति श्रीराममहोदय न श्रूयते महोदय किमपि न श्रूयते अस्तु तावत् मेहुल् महोदय भवान् प्रयत्नं करोतु न एकनिमिषं श्रीराममहोदयेन आगतम् हा इदानीं श्रूयते हरिः ओम् अस्तु महोदय अहं नमस्कारम् उक्तवान् पूर्वं भवान् तत् श्रुतं वा अस्तु तत् श्रुतं किन्तु तदनन्तरं न जाने हा अस्तु भवतु प्रागभावः इति अस्तु प्रागभावः इति घटप्रागभावः यदा घट उद्भवनस्थले घटप्रागभावः अस्ति तत्र घटप्रागभावः तत्र कपाले अस्ति इति वदामः कपाले घटप्रागभावः तत्र अधिकरणे अस्ति कपाल अधिकरणम् अस्ति इति स्वीकुर्मश्चेत् तत्र घटप्रागभावः तत्र विद्यते इति वदामः तदा तत्र विशेष्यतासम्बन्धेन घटप्रागभावः ज्ञायते कथम् इति प्रतिपादयतु अस्तु तत्र वस्तुतः विशेष्यता इति विशेष्यता इति सन्निकर्षः अस्ति वा न तत्र संयुक् समव संयोग विशेष संयोग विशेषता इति सन्निकर्षः नास्ति तु घट एव घट न दृश्यते तु कपाल दृश्यते कपाल तु संयोगेन दृश्यते महोदय, अत्र किं वक्तव्यं? प्रथमं ज्ञानस्य आकारः वक्तव्यः. ज्ञानस्य आकारं दृष्ट्वा एव विशेषणतासम्बन्धेन वा विशेष्यतासम्बन्धेन वा इति अवगन्तुं शक्नुमः इति अधीतं खलु. तत्र घटप्रागभावः कपाले अस्ति इति वदामः. तर्हि वाक्यं वदतु. घटप्रागभावः कपाले अस्ति चेत् तत्र विशेष्यतासम्बन्धेन एवं वदतु महोदय. अत्र उदाहरणे पुस्तके यद्दत्तमस्ति प्रागभावविषये न दत्तं, किन्तु वयं कर्तुं शक्नुमः. अत्र द्विधा वाक्यम् उक्तं खलु, भूतलं घटाभाववत् इति एकं वाक्यं, भूतले घटाभावः इति द्वितीयं वाक्यं. द्वितीयमेव मम चिन्तनम् अस्ति. किन्तु अत्र प्रथमविधवाक्यमपि भवितुमर्हति खलु. तत्र कपालं घटप्रागभाववत् इति वा? अत्र स्थापयामि. कपालः घट प्रागभाववत् इति तत्र अन्तर्विभागः इत्यत्र स्थापितं, तदनन्तरं परिवर्तयिष्यामि. घटप्रागभाववत् इति एकं ज्ञानम्. द्वितीयं ज्ञानं भवति कपाले घटप्रागभावः इति द्वितीयं ज्ञानम्. अस्तु, इदानीं वदतु. इदानीं तत्र कपालः घटप्रागभाववान् इति अस्ति चेत् तत्र प्रागभाववान् सत्यम् इति अस्ति चेत् तत्र प्रथमविध सम्बन्धः तत्र भावस्य. तत्र चक्षुषा भूत घट कपालेन संयोगः जायते, सन्निकर्षः जायते, संयोगसम्बन्धेन सन्निकर्षः जायते. तदनन्तरं तत्र विशेषणतासम्बन्धेन तत्र घटप्रागभावः कपाले अस्ति कृत्वा तत्र विशेषणता भवति, तत्र सन्निकर्षः इत्युक्ते संयोगविशेषणता इति वक्तव्यं वा? चक्षुसंयुक्तविशेषणता संयुक्तविशेषणता तदेव दत्तमस्ति खलु. चक्षुसंयुक्तविशेषणता कपालः चक्षुषा सह संयुक्तः अस्ति, तस्मिन् विशेषणविधया भासते घटप्रागभावः इति. इत्युक्ते अत्र अस्तु, तर्हि अस्मिन् ज्ञाने कपालः घटप्रागभाववान् इत्यस्मिन् ज्ञाने ज्ञानं विशेष्यतासम्बन्धेन कुत्र वर्तते, विशेषणतासम्बन्धेन कुत्र वर्तते? तत्र विशेष्यतासम्बन्धेन कपाले वर्तते, विशेषणतासम्बन्धेन प्रागभावे वर्तते इति वा? विशेष्यम् अस्ति खलु, तत्र विशेष्यम् अस्ति खलु महोदय कपालः ज्ञानस्य. अत्र वाक्ये विशेष्यविशेषभावः इति भिन्नवार्ता. इत्युक्ते अत्र ज्ञानं किं? कपालः घटप्रागभाववान् इति एव ज्ञानं खलु. ओ अस्तु, कपालः घटप्रागभाववान् तत्र प्रागभाववान् तत्र उदाहरणं पूर्वं किम् आसीत्? तत्र दण्डविशिष्टपुरुष मक्षिका इत्युक्ते महोदय सामान्यतया रामः सीतापतिः इति यदि अहं वदामि तर्हि रामः मम पुरतः अस्ति, तस्मिन् सीता तत्र उद्देश्यविधेयभावः अस्ति खलु. सत्यं, रामम् उद्दिश्य तस्मिन् सीतापतिम् आरोप्यते मया. सत्यं, तर्हि अत्र रामः भवान् जानाति. किं न जानाति इति चेत् रामः सीतापतिः इति न जानाति. सत्यम् इति कृत्वा रामः सीतापतिः इत्यत्र सीतापतिः इति विशेष्यम् अस्ति, तदेव मुख्यज्ञानं। किन्तु तत्र रामः इति यद् भवता ज्ञातं तत् पूर्वम् आगच्छति, इत्युक्ते वाक्ये यद् अनन्तरम् आगच्छति तदेव विशेष्यं, ज्ञानस्य विशेष्यमस्ति। ज्ञानं विशेष्यतासम्बन्धेन कुत्र वर्तते इति चेत् उत्तरभागे यदस्ति, वाक्यस्य उत्तरभागे अस्ति यदस्ति तत्रैव, इत्युक्ते कपालः घटप्रागभाववान् इत्यत्र कापि हा विषय प्रकारतासम्बन्धेन ज्ञानं कपाले वर्तते, विशेष्यतासम्बन्धेन घटप्रागभावे वर्तते, घटप्रागभावे वर्तते। कपाले घटप्रागभावः, यतोहि तत्र वयं कपालं जानीमः, तदनन्तरं एव तेन ज्ञानेनैव घटप्रागभावः जानीमः वा? इदानीं रामस्य उदाहरणं यथा भवान् उक्तवान्, अहं रामं जानामि, रामं जानामि, तदनन्तरमेव तेन कारणेन वा तत्र सीतापति सः सीतापतिः इति ज्ञानं प्राप्नोमि इति कृत्वा तत्र इति न वक्तव्यं, किन्तु अत्र नूतनज्ञानं किम्? घटप्रागभवान् इति तत्र रामः सीतापतिः इत्यत्र नूतनज्ञानं सीतापतिः, सीतापतिः इति भवता न ज्ञातम् एतावत्पर्यन्तम्। अतः रामः सीतापतिः इति यदि अहं वदामि तत्र किं ज्ञानं भवता प्राप्तम् इति चेत् सीतापतिः इति एव ज्ञानं प्राप्तं खलु? एवम् इदानीं विपरीतरीत्या यदि अहं वदामि सीतापतिः रामः, भवान् तु सीतापति जानाति, तस्य नाम किम् इति न ज्ञातम् इति चेत् सीतापतिः रामः इति वदति चेत् इदानीं सीतापतिः इति कश्चन पुरुषः भवान् जानाति, किन्तु तस्य नाम यदि न जानाति इत्युक्ते प्रश्नः कथं भवति इति चेत् सीतापतेः नाम किम् इति पृष्टे सति सीतापतिः रामः इति उत्तरं भवति। तर्हि अत्र रामः इति नूतनज्ञानं, तर्हि तत्रापि उद्देशविधेयभावः एव सत्यं सत्यं। किन्तु अत्र यद् अनन्तरमस्ति वाक्ये तदेव मुख्य तदेव विशेष्यं भवति, ज्ञानं विशेष्यतासम्बन्धेन तत्रैव अस्ति इति कृत्वा एव अत्र पश्यतु चक्षुसंयुक्तविशेषणता चक्षुसंयुक्तविशेष्यता इति उक्तं खलु। यदि ज्ञानम् आधारीकृत्य अत्र सम्बन्धः वदेम तदा चक्षुसंयुक्तप्रकारता इति वक्तव्यं, न तु विशेषणता इति। ज्ञानं प्रकारतासम्बन्धेन एव प्रकारे विशेषणे अस्ति खलु, विशेषणे अस्ति सत्यं। तर्हि अत्र विशेषणता इति पदप्रयोगं वा विशेष्यता इति पदप्रयोगं वा वाक्ये यदस्ति तत् स्वीकृत्य उक्तं तावदेव। अस्तु, तर्हि कपालः घटप्रागभाववान् इति ज्ञानं कथं प्राप्यते इति चेत् चक्षुषा प्राप्यते, केन सम्बन्धेन, सन्निकर्षेण, चक्षुसंयुक्तविशेषणतासम्बन्धेन। किमर्थमत्र विशेषणता इति चेत् कपालः वाक्ये विशेष्यः अस्ति, घटप्रागभाववत् घटप्रागभाववान् इति तस्य विशेषणमस्ति इति कृत्वा चक्षुसंयुक्तविशेषणतासम्बन्धेन एतद् ज्ञानं प्राप्तम्। अत्र अतः यत् इदानीम् अहं यत् अवगच्छामि इत्युक्ते तत्र विशेषणता इति यत् उक्तं तत्र वाक्यम् आधारीकृत्य एव सत्यं, हा सत्यम्। अस्तु, एवं कपाले घटप्रागभावः इति ज्ञानं चक्षुसन्निकर्षेण तत्र इति ज्ञानस्य चक्षुसन्निकर्षः कीदृशः इति वदति वा? तत्र द्वितीयविध सन्निकर्षः अस्ति, तत्र भूतले घटप्रागभावः इति अस्ति, तत् समानम् अस्ति कपाले घटप्रागभावः इति, तदा तत्र विशेष्यः एव घटप्रागभावः अस्ति विशेष्य। उत्तमं, किमर्थमित्युक्ते अत्र अत्र वाक्ये विशेषणविशेषभावः नास्ति, आधारादेयभावः अस्ति एव अस्ति। कपाले घटप्रागभावः इत्यत्र कपालः इति आधारः, घटप्रागभावः इति आदेयः वाक्ये, तर्हि अत्र विशेष्यः एव अस्ति. वस्तुतः विशेष्यः इत्युक्ते घटप्रागभावः एव ज्ञानस्य विषयः. अत्रापि घटप्रागभावः एव ज्ञानस्य, तर्हि अत्रापि ज्ञानं विशेष्यतासम्बन्धेन कुत्र वर्तते इति चेत् घटप्रागभावे एव वर्तते. ज्ञानं तत्रैव वर्तते. तर्हि अत्र चक्षुसंयुक्तविशेष्यतासम्बन्धेन खलु, अत्र अस्मिन् सन्दर्भे तत्र प्रकारता विशेष्यता इति वयं चिन्तयामश्चेत् तत्र विशेष्यता भवति प्राग, विशेषता प्रागभावे घटप्रागभावे भवति इति एव वक्तव्यं वा अस्मिन्? हा, तदेव मम अग्रिमप्रश्नः आसीत्. अस्तु, इदानीं केन सन्निकर्षेण द्विविधज्ञानमपि प्राप्यते इति उक्तम्, अपि च वाक्ये प्रथमवाक्ये विशेषणविशेषभावः अस्ति इति उक्तं, कपालः इति विशेष्यं घटप्रागभाववान् इति विशेषणं, द्वितीयवाक्ये कपाले घटप्रागभावः इत्यत्र कपालः इति अधिकरणं, घटप्रागभावः इति आदेयः, तावदुक्तम्. उभयोः अत्र ज्ञानं विशेष्यतासम्बन्धेन कुत्र वर्तते इति चेत् घटप्रागभावे एव वर्तते. तर्हि प्रकारतासम्बन्धेन कुत्र वर्तते? तत्र प्रकारतासम्बन्धः प्रथम उदाहरणे तत्र भ्रमात्मक एव अस्ति महोदय, क्षम्यतां. न, इत्यतः किञ्चित् चिन्तनीयं, चिन्तनं कुर्मश्चेत् केशः नास्ति. तत्र यत् इदानीं नूतनज्ञानं यत् अस्ति तदेव विशेषणम् इति उक्तवान्. तत्र कपाल प्रथम इति कपाले प्रकारता अस्ति, प्रथमविध प्रथम उदाहरणे कपाले प्रकारता अस्ति. कुत्र? प्रथम उदाहरणे कपालः घटप्रागभवान् इत्यत्र कपाले प्रकारता अस्ति. कपाले प्रकारता अस्ति चेत् कपालघटप्रागभावयोः मध्ये कः संसर्गः भवति? तर्हि अत्र एवं चिन्तनीयं, संसर्गता कुत्र अस्ति इति अपि चिन्तनीयम्. संसर्गता तत्र ज्ञानस्य संसर्गता, ज्ञानं संसर्गतासम्बन्धेन कुत्रचित् भवेत् खलु. सत्यम्. अत्र महोदय तत्र इदानीं विषये प्रकारता प्रकारता कपाले नास्ति चेत् अस्तु, इदानीं प्रकारता विशेष्यता अनयोः सम्बन्धः वक्तव्यं वा? न, यदि घटप्रागभावः ज्ञानं घटप्रागभावे विशेष्यतासम्बन्धेन वर्तते तत्र प्रकारः किं भवितुम् अर्हति इति चिन्तनीयम्. विशेषतासम्बन्धि अस्तु, विशेषणता विशेषतासम्बन्धेन इत्युक्ते तत्र घटप्रागभाव भाववत्त्वम् इति भवति वा? न न, तादृशम् अभावः एव विशेष्यः अत्र इति मनसि भवेत्. विशेष्यः अस्ति, विशेष्यः अस्ति चेत् तत्र कपालः प्रकारः भवतु, प्रकारः कपाले एव भवति. अस्तु, अन्येषां चिन्तनं किम्? दिस् इस् द क्रक्स्. अस्तु, मेल् महोदय चिन्तनं वा रमेश् महोदय चिन्तनमस्ति किं? घटप्रागभाववान् कपालः तस्मिन् ज्ञाने प्रकारता स्वरूपसम्बन्धे अस्ति वा? अभावः घटप्रागभावे किं केन सम्बन्धेन सामान्यतया वर्तते? अपि च घटप्रागभावः कस्मिन् केन सम्बन्धेन वर्तते इति चिन्तनीयम्. घटप्रागभावः कपाले वर्तते, स्वरूप सत्यं, घटप्रागभावः कपाले वर्तते केन सम्बन्धेन? स्वरूपसम्बन्धः. उत्तमं, कीदृशस्वरूपसम्बन्धः? कालिकविशेषण कालिक नास्ति, दैशिकविशेषणता नो चेत् कालिकविशेषणता अपि वक्तुं शक्यते. किमर्थम् इति अत्र प्रागभावः इति प्राग् इति पदमस्ति खलु, प्राग् इति पदं किम् आधारीकृत्य प्रयुक्तम् इति चेत् देशम् आधारीकृत्य नास्ति, वस्तुतः अत्र कालिकसम्बन्धेन एव, कालिकविशेषणतासम्बन्धेन. किमर्थमित्युक्ते घटप्रागभावः इति उक्तम्. प्राक् इति पदं किम् आधारीकृत्य प्रयुक्तमिति चेत् देशम् आधारीकृत्य प्रयुक्तं वा कालम् आधारीकृत्य प्रयुक्तं वा इति चेत् कालम् आधारीकृत्य एव खलु. तर्हि अत्र स्वरूपसम्बन्धः अस्ति, घटप्रागभावः कपाले स्वरूपसम्बन्धेन. कीदृशस्वरूपसम्बन्धः इति चेत् कालिकविशेषणतासम्बन्धेन कपाले वर्तते. अस्तु, तर्हि घटप्रागभावे किं वर्तते? अनुयोगिता अस्ति मम तादृशी अनुयोगिता अस्ति इति चिन्तनीयम्. उत्तमं, भवान् समीपे आगतं, भवतः अत्र पदं पश्यतु, घट प्राग् अभावः इति अभावः इति अस्ति खलु. तर्हि अत्र समस्तपदमस्ति खलु, तर्हि वदतु समस्तपदस्य विग्रहवाक्यं वदतु. हा, घटस्य प्रागभावः घटप्रागभावः खलु. तर्हि यस्य कस्यापि प्रागभावः कपाले वर्तते इति न उक्तं, घटप्रागभावः इति उक्तं खलु. तर्हि कस्य प्रागभावः इत्युक्ते घटस्य प्रागभावः इति कृत्वा इदानीं घटः किं भवति? प्रतियोगी. उत्तमं, हा, इत्युक्ते घटस्य प्राग्भावः इत्युक्ते अत्र घटः इति विशेषणविषयः भासते खलु, विशेषणमिव. कीदृश प्राग्भावः इत्युक्ते घटस्य एव प्राग्भावः खलु. पटस्य प्राग्भावः कपाले वर्तते इति नास्ति, कस्य प्राग्भावः इति चेत् घटस्य प्राग्भावः. तर्हि घटेन प्राग्भावः विशिष्टः अस्ति खलु. श्रीरामहोदय, बुद्धं वा? सत्यं महोदय, अवगतं महोदय. हा, घटेन प्राग्भावः विशिष्टः अस्ति, विशिष्टः अस्ति, सत्यम् इति कृत्वा. तर्हि इदानीं विशिष्टः अस्ति इति कृत्वा घटः किं भवति? विशेषणं भवति, प्राग्भावस्य विशेषणं भवति. घटः प्राग्भावस्य विशेषणं भवति चेत् घटः अभावे केन सम्बन्धेन वर्तते? घटः अभावे केन सम्बन्धेन विशेषणं घटः घटः विशेषणं प्राग्भावः इति विशेष्यं विशेषणता न तत्रैव अत्र पदं प्रयुक्तं खलु महोदय, मेहुल् महोदय, भवता प्रतियोगितासम्बन्धेन. ओ, प्रतियोगितासम्बन्धे, प्रतियोगितासम्बन्धः. किमर्थं प्रतियोगितासम्बन्धेन इत्युक्ते प्रागभावस्य प्रतियोगी एकः एव भवति खलु, अभावस्य, वस्तुतः अभावस्य प्राग्भावस्य इति नास्ति, यस्य कस्यापि अभावस्य प्रतियोगी एकः एव भवति इति कृत्वा घटः प्रागभावे प्रतियोगितासम्बन्धेन वर्तते. घटप्रागभावः इत्युक्ते घटविशिष्ट अभावः खलु, घटविशिष्टप्रागभावः. तर्हि घटः इति विशेषणं, विशेषणं यदि अत्र भावद्रव्यमस्ति इत्युक्ते घटः भूतले वर्तते इति, भूतलम् इति भावद्रव्यम्, अभावद्रव्यं नास्ति, अभावपदार्थः नास्ति, भावपदार्थः अस्ति, त तर्हि तत्र संयोगसम्बन्धः वा? नो चेत् नीलरूपं घटे वर्तते इति चेत् समवायसम्बन्धः इति तत्र सम्बन्धः कल्पितुं शक्यते. स्वरूपसम्बन्धः इत्युक्ते अभावः अन्यस्मिन् भावपदार्थे स्वरूपसम्बन्धेन वर्तते, किन्तु विशेषणम् अभावे केन सम्बन्धेन वर्तते इति चेत् तत्र केवलं प्रतियोगितासम्बन्धेन एव वर्तते इति वक्तुं शक्यते खलु. हा तर्हि अभावे किं वर्तते इति चेत् प्रतियोगी वर्तते. केन सम्बन्धेन? प्रतियोगितासम्बन्धेन वर्तते इति कृत्वा एव घटप्रागभावः इति समस्तपदं निर्मातुं शक्यते, नो चेत् न. सम्बन्धः वक्तव्यः घटस्य प्रागभावः इत्यत्र सम्बन्धः सूचितः, सम्बन्धषष्ठी अत्र. कीदृशसम्बन्धः इत्युक्ते प्रतियोगिता. तर्हि एतत् सर्वम् आरम्भे अस्माभिः पठितं द्रव्यनिरूपणे, द्रव्यनिरूपणे नास्ति, अभावनिरूपणे प्रतियोगी प्रतियोगितासम्बन्धेन अभावे वर्तते, अभावः प्रतियोगिनी अनुयोगितासम्बन्धेन वर्तते इति अस्माभिः पठितम् विपरीतरीत्या. इत्युक्ते प्रतियोगी अपि च तस्य अभावः, अनयोः मध्ये कः सम्बन्धः? एकः वस्तु, एकं वस्तु अपि च तस्य अभावः, अनयोः मध्ये कीदृशभावः अस्ति इति चेत् प्रतियोगी अनियोगिताभावः अस्ति इति, निरूप्यनिरूपकभावः इति एतत् सर्वम् अस्माभिः पठितं. प्रायः तत्र तावत् अवगमनं नास्ति अस्माकं मनसि, किन्तु हा तत्र प्रतियोगिनं स्वीकृत्य अनियोगिनं निरूपयितुं शक्यते, अनियोगिनं स्वीकृत्य प्रतियोगिनं निरूपयितुं शक्यते. निरूप्यनिरूपकभावः, परस्परनिरूप्यनिरूपकभावः अस्ति इति कृत्वा अस्तु. तर्हि इदानीं घटप्रागभावे किमस्ति इति चेत् घटः अस्ति. केन सम्बन्धेन? प्रतियोगितासम्बन्धेन. अपि च घटप्रागभावः कुत्र अस्ति? कपाले अस्ति. केन सम्बन्धेन? कालिकविशेषणतासम्बन्धेन, स्वरूपसम्बन्धेन घटप्रागभावः कपाले अस्ति. अस्तु तर्हि इदानीं घटः कपालः घटप्रागभाववान् इत्यत्र ज्ञानं घटप्रागभावे अस्ति चेत् प्रकारतासम्बन्धेन कुत्र अस्ति इदानीं वदतु श्रीरामहोदय. प्रकारतासम्बन्धेन तत्र घटे अस्ति वा? हा उत्तमम्. यतोहि घटः तत्र प्रतियोगितासम्बन्धेन घटप्रागभावे अस्ति. किं पुनः वदतु? घटः प्रतियोगितासम्बन्धेन घटप्रागभावे अस्ति इति कृत्वा तत्र प्रकारता घटे भवति. उत्तमं. घटप्रागभाववान् इत्यत्र ज्ञानं विशेष्यतासम्बन्धेन घटप्रागभावे अस्ति, प्रकारतासम्बन्धेन घटे अस्ति, संसर्गतासम्बन्धेन कस्मिन् अस्ति? प्रतियोगितायाम्. उत्तमं. प्रतियोगितायाम् अस्ति. अस्तु इतोपि किञ्चित् चिन्तनं कुर्मः अस्मिन्नेव विषये. अत्र विशिष्टज्ञानादिजनकनिरूपणम् इति पठितं खलु 167th पेज् मध्ये. अत्र विशिष्टज्ञानं प्रति विशेषज्ञानं कारणम् इति, इत्युक्ते पुरुषः दण्डवान् इति ज्ञानं स्वीकुर्मश्चेत् तत्र विशिष्ट इत्यस्य अत्र पुरुषः दण्डेन विशिष्टः विषयः. तर्हि दण्डज्ञानं विना पुरुषः दण्डवान् इति ज्ञानं न प्राप्यते इति उक्तं खलु. एवम् अत्र घटज्ञानं विना घटप्रागभावः अस्ति इति ज्ञातुं शक्यते वा? न न वक्तुं शक्नुमः, न वक्तुं शक्नुमः. हा समीचीनम्. This is actually a big discovery even for me, because I have always been saying this. Okay, I don't mind taking about 5 minutes and talking about this, but it's very important. Listen to this. Vedanta vishaye, Vedanta chintana anusaram api, mahaan vishayaha yetat. I'll tell you what. अस्तु शिरा महोदय, किञ्चित् म्यूट् मध्ये भवतु, ध्वनिः आगच्छति. ओके, सी वाट् वि जस्ट् सेड् इस् दट् विशिष्टज्ञानं विना, अत्र घटज्ञानं विना घटप्रागभावस्य ज्ञानं न भवति इति निगमनम् अस्माभिः कृतम्. अस्य ज्ञानस्य महत्त्वं किम् इति वक्तुम् इच्छामि. सी इन् वेदान्त वि से दट् आत्म अविद्या, आत्मज्ञानम् इति कारणम्. अण्ड् जनरलि वि से फर् एव्रिथिङ्ग् आत्मविद्या, आत्मज्ञानम्, आत्मज्ञानं. वै वय वै वै देर् कर्तृत्वबुद्धि, आत्मज्ञानं. वै इस् देर् भोक्तृत्वबुद्धि, आत्मज्ञानम्. एव्रिथिङ्ग् फर् एव्रिथिङ्ग् वि अट्रिब्यूट् टु अज्ञानं अस् दि कारणम्. अण्ड् इफ् यु गेन् आत्मज्ञान, इफ् यु गेन् आत्मज्ञान because the avidya goes away, therefore kartrutva etc, everything goes away. This is how the discussion goes. One of the things I have always held is that if supposing I ask you right now, all of you, and please think about it, I'll give you 15 seconds, can you please list all the ajnanas that you have as of now? I'll repeat the question. Write at least one. List the ajnanas that you presently have. This is my question. Write at least one ajnana that you are presently having. Yasya vishaye aham vadami tat vishayasya jnanam bhavati chetavi bhavati chetavi iti asti kalu ajnanam asti iti ha tarhi इति इत्युक्ते यदि भवान् वदति घटज्ञानम् अयि अस्ति इति चेत् घटज्ञानं भवता भवती अस्ति इति कथं वा भवता उक्तं घटज्ञानं विना. सो तर्हि आत्मज्ञानम् अयि अस्ति इति कोऽपि वदति चेत् आत्मज्ञानं विना आत्म अज्ञानम् अयि अस्ति इति कथं वा वक्तुं शक्यते? परन्तु तत्र केवलम् आत्मा इति शब्दः एव अहं जानामि, परन्तु तस्मिन् विषये सम्पूर्णज्ञानं नास्ति चेत् वक्तुं शक्नुमः खलु? आत्मा इति अहं किञ्चित् श्रुतं, परन्तु तस्य विषये अन्यत् किमपि अहं न जानामि, तस्य विषये ज्ञानम् इति अस्तु. तर्हि तादृश केवलं शब्दज्ञानमेव अस्ति किम् इति न जानाति इति तादृश अज्ञानमेकं वदतु. यथा आत्म अज्ञानं तथा एकम् अज्ञानं वदतु. अस्तु, अहं कार्यानम् इति अहं जानामि, कार्यानम् अस्ति, परन्तु तत् कथं चलति, कथं चालयामि इति अहं न जानामि. किन्तु यदि कार्यानम् इति पदम् अहं प्रयोगं करोमि तदा एव प्रयोगं करणीयं यदा तत् कथं चलति इति ज्ञानं प्राप्त्वा एव इति नास्ति खलु. कार्यानम् इत्युक्ते किम् इति अज्ञात्वा, इत्युक्ते कार्यानम् इति कार्यानम् इति ज्ञानं भिन्नज्ञानमस्ति. कार्यज्ञानं कथं कार्यं करोति इति भिन्नज्ञानमस्ति खलु. समीचीनं. सो यु विल् नाट् सपोसिङ्ग् ऐ से द वर्ड् गगबुगै. अस्तु, इदानीं गगबुगै इति किमपि उक्तं, गगबुगै इत्यस्य अर्थः भवता न ज्ञातं. तर्हि गगबुगै अज्ञानं मयि अस्ति इति भवान् न वदति, किमर्थमित्युक्ते गगबुगै इति न जानाति एव खलु. केवलं शब्दं श्रुत्वा विना अवगमनं, केवलं शब्दं श्रुत्वा गगबुगै अज्ञानं मयि अस्ति इति कोऽपि न वदति खलु. अस्तु अस्तु, परन्तु यदा किमपि यत्र खाद्यपदार्थः अस्ति तस्य विषये यदा कोऽपि वदति एतत् खाद्यपदार्थः बहु मधुरमस्ति, यदा अहं तस्य विषये किमपि न जानामि, केवलम् अहं तस्य नाम एव श्रुतं, तर्हि अहं वदामि खलु तस्य विषये मम मया किमपि ज्ञानं नास्ति इति. हा, किन्तु तत्र पश्यतु, यदि अहं वदामि अस्माकं देशे नूतनखाद्यपदार्थं किमपि अस्ति यद्भवता न रुचितम् एतावत्पर्यन्तं, किन्तु नाम इदानीम् अहं वदामि एतदस्ति, एतद् मधुरमस्ति, अतीवसुन्द मधुरमस्ति इति, तस्य नाम किमपि रोस् इति स्वीकुर्मः इदानीं केवलं चिन्तनार्थं. तर्हि इदानीं रोस् इत्यस्य विषये भवतः ज्ञानमस्ति वा न वा? नास्ति. नास्ति वा नास्ति वा? नास्ति. किमर्थम् इत्युक्ते अहं केवलं नाम एव श्रुतवान्, एतत् खाद्यपदार्थः अस्ति इति एव अहं जानामि. तस्मिन् विषये बहु किमपि मया उक्तं, यथा यथा कैलासस्य विषये मया यदि अहं वदामि, कैलासस्य विषये भवतः ज्ञानमस्ति वा न वा? अस्ति अस्ति. कीदृशज्ञानमस्ति? तत्तु एकः तीर्थक्षेत्रः अस्ति, पर्वतः अस्ति. न न, परोक्षज्ञानमस्ति. शाब्दज्ञानमस्ति, परोक्षज्ञानमस्ति, प्रत्यक्षज्ञानं नास्ति. तावदेव, ज्ञानं नास्ति इति नास्ति. प्रत्यक्षज्ञानं नास्ति, किन्तु शाब्दज्ञानमस्ति. यदि अहम् आप्तः इति भवता स्वीक्रियते, तर्हि यदि अहं वदामि मधुरविषये वा कैलासविषये वा, भवतः कृते इदानीं ज्ञानमस्ति, किन्तु प्रत्यक्षज्ञानं नास्ति. इन्द्रियसन्निकर्षजन्यं नास्ति, तावदेव. किन्तु शाब्दज्ञानम् अस्ति एव, ज्ञानं नास्ति इति नास्ति. कीदृशज्ञानमस्ति इति चेत् शाब्दज्ञानम्. सो नौ ऐ विल् कम्प्लीट् वाट् ऐ वाण्टेड् टु से, दि मोस्ट् इम्पार्टेण्ट् पायिण्ट्. यु सी, वितौट् नोयिङ्ग् अ वस्तु, वेदर् बै परोक्ष आर् बै प्रत्यक्ष, वेदर् बै परोक्ष आर् बै प्रत्यक्ष, वितौट् नोयिङ्ग् अ वस्तु, you cannot speak about its ajnana. So when you say atma jnanam, atma ajnanam mai asti iti kopi vadati chet, tatra atma iti kashchana vastuhu asti iti shabda jnanam, paroksha jnanam tena praptam, kintu pratyaksha jnanam na jatam, aparoksha jnanam na jatam, tadeva anubhavah iti kathyate. Jnana vijnana tripta atma iti Bhagavad Gitayam agachati. Tarhi jnanam अपि च विज्ञानम्, अनयोः मध्ये कः भेदः इति चेत्, ज्ञानम् इत्युक्ते परोक्षज्ञानम्, विज्ञानम् इत्युक्ते अपरोक्षज्ञानम्. किमर्थं प्रत्यक्षज्ञानम् इति न वदेम? यः जानाति तस्य ज्ञानं प्रत्यक्षेन कथं वा स्यात्? ज्ञातुः ज्ञानं प्रत्यक्षेन न भवति, अप्रत्यक्षेन एव भवति इति कृत्वा तत्र अनुभवः नास्ति इति पदम्. सो अनुभवः इत्युक्ते यथा अनुभवः इत्युक्ते यथा गुलाब् जामुन्, तस्य अनुभवः इति नास्ति. अत्र अनुभवः इत्युक्ते न्यायमते यदुक्तं तदेव, इत्युक्ते बुद्धिः, ज्ञानं. तत्र ज्ञानस्य द्वैविध्यमस्ति, एकं तु स्मृतिः, अन्यस्तु अनुभवः इति. अनुभवः चतुर्विधः, प्रत्यक्ष अनुभवः, अनुविति अनुमानानुभवः, उपमानानुभवः, शाब्दानुभवः इति. सर्वम् अनुभवः एव. सो द पायिण्ट् ऐ आक्चुलि वाण्टेड् टु मेक् वस् दिस् दिस् इस् जस्ट् इट् स्ट्रक् मी लैक् अ बोल्ट् रैट् नौ, बिकास् ऐ हेव् थाट् थ्रू दिस्, बट् दट् ऐ कुड् एक्स्प्लेन् इट् इन् दिस् मेनर् वास् समथिङ्ग् दट् दट् इस् अ डिस्कवरि फर् मी, विच् इस् वाट् इस् दट् यू केनाट् स्पीक् आफ् अन् अभाव आफ् समथिङ्ग् without knowing the pratyogi. That is the point of discussion. Without knowing ghata, you cannot speak of ghata bhava. Similarly, without knowing atma, you cannot speak of atma jnana. Only thing is, you know it as a paroksha vastu. Not that you do not know about it. You know it, but you have not understood it fully. There is no aparoksha anubhava that has happened yet. But without, and therefore, when they say atma, atma jnanena, etat sarvam bhavati atma jnanena, it is actually a prakriya that is kalpitam. It is a ghata praga bhavaha, it is vikurmaha. Ghata praga bhavaha, ghatam vina. घटस्य ज्ञानं विना घटप्रागभावस्य ज्ञानं न प्राप्तुं शक्यते इत्यतः प्रथमं किं कस्य ज्ञानं भवेत्? अस्तु, प्रथमं घटप्रागभावस्य ज्ञानं ज्ञात्वा तदनन्तरं घटस्य ज्ञानं भवति वा? घटस्य ज्ञानं प्राप्त्वा तदनन्तरं घटप्रागभावस्य ज्ञानं भवितुमर्हति वा? शीलमहोदय किं चिन्तयति? घटं घटज्ञानं विना घटप्रागभवज्ञानं न भवति न भवति एव खलु न घटं जानामि चेदेव घटप्रागभवम् अस्ति इति न मया वक्तुं शक्यं शक्यते हा सो नौ इफ् सपोसिङ्ग् ऐ आस्क् यू वन् क्वश्चन् वाट् वास् देर् फस्ट् घटप्रागभावः पूर्वमस्य आसीत् वा घटः पूर्वमासीत् वा विच् वास् फस्ट् अत्र घटः घटः घटज्ञानं पूर्वं मयि आसीत् घटं दृष्ट्वा घटं पूर्वम् आसीत् घटज्ञानं प्राप्तवान् तदनन्तरं नूतनघट उत्पादनसमये अहं वदामि अत्र घटप्रागभावः अस्ति इति हा अपि च यस् देर्फोर् घटं विना घटज्ञानं विना घटप्रागभावस्य ज्ञानं न प्राप्तुं शक्यते इत्यतः इट् इस् ओन्ली सम्थिङ्ग् दट् इस् कल्पितं फार् दि पर्पस् आफ् डिस्कशन् टु एक्स्प्लेन् दि पायिण्ट् ऐ वाण्टेड् टु मेक् वास् आत्मज्ञानम् इति कश्चन वस्तु अस्ति वा ओके विल् हाव् टु डिस्कस् अण्ड् ऐ एम् गोयिङ्ग् विषयान्तरं नौ बिकास् वी हाव् टु डिस्कस् अबौट् द डिस्कस् अत्र वेदान्तिनां मतानुसारम् आत्मज्ञानम् इति वस्तुतः अभाववस्तु नास्ति किन्तु भाववस्तु अस्ति अभावे अभावस्य श्रेण्यां तर्हि आत्मज्ञानम् इति अभावः आत्म अज्ञानं तत्र नै अस्ति खलु अज्ञानम् इति तत् कस्मिन् अर्थे प्रयुक्तम् इति चेत् वेदान्तिनां मतानुसारं विरोधार्थे प्रयुक्तं न तु अभावार्थे इति भेदः वर्तते बिकास् आत्मज्ञानम् अण्ड् आत्मज्ञानम् आत्मज्ञानम् अनयोः मध्ये विरोधः अस्ति यदा आत्मज्ञानं प्राप्यते तदा आत्मज्ञानस्य नाशः भवति आत्मज्ञानस्य नाशं कृत्वा एव आत्मज्ञानं प्राप्यते इति एकं किमर्थम् इति चेत् तत्र विरोधः अस्ति इति एकः किन्तु अभावः इति वदामश्चेत् तत्र विरोधः नास्ति इदानीम् अस्माभिः उक्तं खलु घटः घट अभावे घटप्रागभावः वा प्रथमस्य अभावः यत्किमपि अभावम् अत्यन्त अभावः अन्योन्य अभावः यत्किमपि अभावं स्वीकुर्मः घटः घट अभावे प्रतियोगितासम्बन्धेन वर्तते तत्र विरोधः नास्ति विरोधः अस्ति चेत् वर्तते इति कथं वा स्यात् न भवति तत्र अभावः एव सूचितः नैयायिकानां मतानुसारं किन्तु वेदान्तिनां मतानुसारं तत्र विरोधः सूचितः अस्ति आत्माज्ञानम् इत्यत्र नै इति प्रत्ययेन नै इति निपातेन किं सूचितं कस्मिन्नर्थे प्रयुक्तम् इति चेत् विरोधार्थे प्रयुक्तम् इत्यतः एव आत्म अज्ञानम् आत्मानं तिरस्करोति यथा the udaharanam that is given there is a cloud covers the sun the cloud covers the sun but how do you know that the cloud is covering the sun has to enlighten the cloud without which you can't even say that the cloud is covering the sun so it is not the absence of sun which is cloud cloud is a positive entity which is capable of covering the sun and whose knowledge is obtained because sun is behind it illumining the cloud also otherwise you can't even know you can't even make a statement that cloud is covering the sun because that cloud needs to be illumined by the object which it is covering and yet it covers so atma jnanam asti इति कथं वक्तुं शक्यते इति चेत् आत्मानं विना आत्मज्ञानम् अस्ति इति न ज्ञातुं शक्यते इति अपि अस्ति भवतु किञ्चित् विषयान्तरं जातं बट् ऐ वाण्टेड् टु डेलिबरेट् आन् इट् बिकास् इट् इस् इट्स् अ गुड् इट्स् अ पाराडैम् डिस्कवरि इन् मै ओपिनियन् अण्ड् ऐ विल् प्राबब्लि रैट् इट् डौन् अण्ड् मे बि शेर् इट् वित् यू सम् टैम् लेटर् अस्तु, तर्हि इदानीं प्रकृतविषयम् अनुसरामः. सो गपालः घटप्रागभाववान् इत्यस्मिन् ज्ञाने ज्ञानं विशेष्यतासम्बन्धेन घटप्रागभावे अस्ति. तर्हि प्रकारतासम्बन्धेन कुत्र अस्ति इति चेत् कपाले अस्ति इति न वक्तव्यम्. कपालः घटप्रागभावे यदा कदापि येन केनापि सम्बन्धेन न भवति. तर्हि घटे किं भवति, घटप्रागभावे किं भवति चेत् केवलम् एकः एव वस्तु घटप्रागभावे लोकदृष्ट्या एकः एव वस्तु, एकमेव वस्तु घटप्रागभावे भवितुम् अर्हति. स च वस्तु कः इति चेत् घटः. केन सम्बन्धेन? प्रतियोगितासम्बन्धेन. तर्हि प्रकारतासम्बन्धेन ज्ञानं कुत्र वर्तते इति चेत् घटे वर्तते. संसर्गतासम्बन्धेन कुत्र वर्तते इति चेत् किं विषये प्रतियोगिता, प्रतियोगितायां वर्तते इति आगतम्. अस्तु, एतावत्पर्यन्तं प्रश्नाः सन्ति वा? So we have to draw a diagram here and we have to see. Tarhi tatra kapalaha ghata pragabhavavan iti jnanam atra shadvida jnanani asmabhihi adhitani kalu iti te tatra samuchayaha samuha alambanaha eshu jnaneshu kidrisha jnanam iti api chintaniyam asti iti te saprakaraka jnanam सप्रकारकज्ञानानां प्रभेदाः अस्माभिः अधीताः. तत्र सप्रकारकज्ञाने ज्ञाने घटकपालः घटप्रागभाववान् इति कीदृशज्ञानम् इत्युक्ते सामान्यसप्रकारकज्ञानं वा, संशयज्ञानं नास्ति, समुच्चयज्ञानं भवति वा? समुच्चयज्ञाने प्रकारताद्वयमस्ति, विशेष्यम् एकमस्ति. एकत्र द्वयम् इत्यत्रापि विशेष्य प्रकारताद्वयमस्ति, एकः विशेष्यमस्ति. तदनन्तरं समूह आलम्बनम् इति अपि अस्ति. तदनन्तरं द्वयोरेकः इति अपि अस्ति. एकं एका प्रकारता, विशेष्यद्वयम् इति अस्ति. तर्हि तेषु ज्ञानेषु कीदृशज्ञानम् इति अपि चिन्तयामश्चेत् तर्हि अहं किं करोमि, अस्मिन्नेव स्प्रेड्शीट् मध्ये इतोपि काल सदसि द्वयं सदः द्वयम् अहं योजयिष्यामि. प्रथमं तु ज्ञानस्य आकारः इति, प्रत्येकं ज्ञानस्य आकारः कः, यथा इदानीं लिखितं कपालः गणप्रागभाववान् इति, तादृशम् आकारः लेखनीयः. अपि च षड्विधसप्रकारकज्ञानेषु कीदृशमस्ति एतज्ज्ञानम् इति अपि चिन्तयामश्चेत् महान् उपयोगाय भवति. तर्हि ऐ शेल् डू दट् आल्सो. अस्तु, तर्हि इदानीं रमेशमहोदय वदति वा, कपालः घटप्रागभाववान् इति त्वचा ज्ञातुं शक्यते वा? शक्यते वा? हा, शक्यते इति अहं चिन्तयामि महोदय. चिन्तयतु. कपालः द्वे कपाले अत्र स्तः इति त्वचा ग्रहीतुं शक्यते न इत्युक्ते अत्र चिन्तयतु इत्युक्ते अत्र केन सम्बन्धेन? Thank you. कपाले घटस्य घट अभावः कपाले अस्ति इति घटप्रागभावः कपाले अस्ति त्वचा न बुद्धं महोदय प्रश्नः कः सन्निकर्षः कः त्वचा ज्ञातुं शक्यते चेत् घटप्रागभावः कपाले अस्ति नो चेत् कपालः घटप्रागभाववान् इति ज्ञानं त्वचा प्राप्तुं शक्यते चेत् सन्निकर्षः कः इति वक्तव्यं तावदेव सन्निकर्षः कः यदा कपालस्य सन्निकर्षः भवति परन्तु तस्मिन् घट्टः घट्टः नास्ति इति कथं जानीमः अस्तु भवतः पुरतः एकः कपालः अस्ति इति चिन्तयतु तद् पृष्ट्वा कपालः वा घटं वा इति ज्ञातुं शक्यते खलु तद् ज्ञातुं शक्यते केन ज्ञानं प्राप्यते स्पर्शज्ञानेन एव खलु स्पर्शज्ञानेन तत्र कपालः एव अस्ति घटम् एतावत्पर्यन्तं न जातम् इति ज्ञातुं शक्यते खलु तर्हि चक्षुसंयुक्तविशेषणतासम्बन्धेन यथा ज्ञानं भवति तथा त्वक् संयुक्तविशेषणतासम्बन्धेन नो चेत् त्वक् संयुक्तविशेषतासम्बन्धेन ज्ञानं प्राप्तुं शक्नुमः खलु तथा एव रीत्या तथा एव रीत्या प्राप्तुं शक्नुमः तर्हि अत्र सम्बन्धः कः इति चेत् त्वक् संयुक्तविशेषणतासम्बन्धेन तावदेव तदेव प्रश्नः अस्ति ओके तावदेव एकनिमिषम् अहं संयोजयिष्यामि अस्तु त्वक् संयुक्तविशेषणतासम्बन्धेन त्वक् संयुक्तविशेषतासम्बन्धेन कपालः घटप्रागभाववान् नो चेत् कपाले घटप्रागभावः इति ज्ञानं प्राप्तुं शक्नुमः अपि च रसनेन्द्रियेण घ्राणेन्द्रियेण श्रोत्रेन्द्रियेण घटप्रागभावस्य ज्ञानं प्राप्तुं शक्यते वा न किमर्थम् तेषां घटस्य ग्रहणं न भवति कपालस्य अपि ग्रहणं न भवति तर्हि अभावस्य ग्रहणमपि न भवति इति उत्तमं उत्तमं सत्यं द्रव्यग्रहणं द्रव्यस्य ग्रहणं द्रव्यं ग्रहीतुं सामर्थ्यं तेषु नास्ति खलु रसनेन्द्रिय घ्राणेन्द्रिय श्रोत्रेन्द्रिय इति कृत्वा प्राग्भावस्य ज्ञानं रसनेन्द्रियेण घ्राणेन्द्रियेण श्रोत्रेन्द्रियेण न भवितुमर्हति कस्य इत्युक्ते कपालस्य अस्तु तर्हि इदानीं भिन्नरीत्या चिन्तयेम अस्तु भवतः जिह्वायाम् अहं किञ्चित् लवणं स्थापयामि लवणे माधुर्यमस्ति वा न वा नास्ति हा तर्हि लवणे माधुर्यस्य अभावः भवता ज्ञातम् तत्र तु प्रागभावः इति वदेम तत्र प्रथमं कीदृश अभावः अस्ति इति वदतु अन्योन्य अभावः हा कयोः मध्ये अन्योन्य अभावः लवणः अपि च माधुर्ये मध्ये अन्योन्य अभावः अस्ति लवणमाधुर्यमध्ये यत्र लवणः अस्ति तत्र माधुर्यं नास्ति इति लवणम् इति रसः रसस्य नाम न तु द्रव्यस्य नाम इति अवगन्तव्यं मनसि इट्स् नाट् इट्स् नाट् इट्स् नाट् साल्ट् it is saltness. Saltness. Where there is saltness, there is no sweetness. Ha. By definition. Satyam. तर्हि तत्र अन्योन्य अभावः एव अस्ति. अन्योन्य अभावस्य ज्ञानं केन इन्द्रियेण प्राप्तम् इदानीं? रसनेन्द्रियेण. हा, तर्हि तत्र ज्ञानं कीदृशं भवति, अपि च केन सम्बन्धेन इति वदति वा, केन सन्निकर्षेण? तत्र लवणस्य अभावः इति प्रकारता अस्ति. प्रथमं महोदय ज्ञानस्य आकारं वदतु. ज्ञानस्य आकारः लवणः मधुरः न. लावण्यं मधुरं न. लवणं मधुरं न. अस्तु, इदानीं वदतु. तन्मया स्थापितं, ज्ञानस्य आकारः स्थापितः. लवणं मधुरं न, तत्र मधुरम् इति तदेव तस्य अधिकारः अस्ति. तस्मिन् अधिकारे मधुरस् लवणस्य अभावः अस्ति. तर्हि लवणस्य अभावः इति प्रकारता अस्ति. तस्य लवणस्य अभावः इति प्रकारता अस्ति. न न, समीचीनतया वदतु. अधिकारः इति भवता उक्तं, पुनः वदतु आरम्भतः. लवणमधुरं न. तर्हि एतदेव वाक्यं महोदय, एतदेव वाक्यम् अभावः इति पदं योजयित्वा वदतु. माधुर्ये लवणस्य अभावः अस्ति. घटः पटः न इत्यत्र कस्य अभावः कस्मिन्? पटः न, घटः पटः न. पटे घटत्वं नास्ति. घटे घटे घटे पटत्व एकनिमिषं महोदय. घटः पटः न, घटः घटे पटत्वं नास्ति. घटे पटत्वाभावः खलु? घटे पटत्वाभावः वा नो चेत् घटे पटाभावः वा? पटत्वाभावः. किमर्थं पटत्वाभावः? घटे पटत्वाभावः न भवत्येव. पटत्वाभावः न महोदय. घटे पटः न इत्युक्ते तत्र तद् भवितुम् अर्हति खलु? घटे पटः पटः भवितुम् अर्हति. अहमेकं पट स्वीकर्तुं घटे स्थापितुं शक्नोमि. तर्हि घटः घटे पटः न इति न वक्तुं शक्यते. अस्तु, समीचीनं. तदेव भवितुमर्हति. हा, घटे पटाभावः इति वदामि चेत् अत्र कीदृश अभावः मया उक्तम्? अत्यन्त अभावः. हा, उत्तमं. घटे पटाभावः इति वदामश्चेत् अत्र अत्यन्त अभावः एव उक्तः. अन्योन्य अभावः वदा वक्तव्यं चेत् घटे पटत्वाभावः इति एव वक्तव्यम् इति अत्यन्त अभावः अन्योन्य अभयोः मध्ये भेदः. इत्युक्ते महोदय, अत्यन्त अभावः इत्युक्ते कुत्रचित् भवति कुत्रचित् न भवति, परन्तु अन्योन्याभावः इत्युक्ते यदा कदापि इत्युक्ते सर्वदा तद् अभावः अस्ति एव इति एव अन्योन्याभावः खलु। हा तर्हि समीचीनं, किन्तु इदानीं भवान् न्यायवर्गे अस्ति इति कृत्वा न्यायपरिभाषां स्वीकृत्य वदतु। भवता यदुक्तं तत् समीचीनं, सर्वदा भवत्येव अपि च कदाचित् भवति इति अन्योन्य अभावः अत्यन्त अभावः। किमर्थम् अन्योन्य अभावः सर्वदा भवति? भिन्न एव पदार्थः अस्ति, तर्हि तत् कथं वदनीयम्? तस्मिन् विरोधः अस्ति, तर्हि ते द्वयोः एकदेशकाले न भवितुम् अर्हति। अत्र प्रतियोगी इति पदं प्रयोक्तव्यं, प्रतियोगी अस्ति, प्रतियोगी इति पदं प्रयुज्य वदतु इदानीम् अन्योन्य अभावः। महोदय पुनः वदतु, मया न श्रुतं, कृपया पुनः वदतु। प्रतियोगिनं प्रतियोगी इति पदं प्रयुज्य अन्योन्य अभावः वर्णनीयः। तर्हि तादृशवाक्यं भवद्भिः वक्तव्यं यत्र प्रतियोगी इति पदं श्रूयते अन्योन्य अभावः इति पदमपि श्रूयते। मेहुल् महोदय भवानेव प्रयत्नं करोतु। अस्तु, प्रतियोगी घट अन्योन्य अभावः, तदनन्तरं घट अन्योन्यभावः कुत्र कुत्र भवितुमर्हति? घटं विहाय सर्वत्र। हा तर्हि घटं विहाय, तर्हि घट अन्योन्य अभावः घटं विहाय सर्वत्र भवति इति उक्तम्। इदानीं घटः इति निष्कासितं सामान्यरूपेण वक्तव्यमिति कृत्वा अन्योन्य अभावः प्रतियोगिं विहाय सर्वत्र वर्तते, प्रतियोगिनं विहाय सर्वत्र वर्तते। हा इति कृत्वा एव सर्वत्र इति भवता प्रयुक्तम्। अन्योन्य अभावः प्रतियोगिनं विहाय सर्वत्र भवति खलु? अस्तु तर्हि इदानीं लवणं मधुरं न इति वाक्यं रमेश महोदय भवानेव वदतु इदानीं। लवणं मधुरं न इति प्रथमं कीदृश अभावः? अन्योन्य अभावः। हा अस्तु, तर्हि तत्र अत्यन्त अभावे मया स्थापितं, तद् इदानीं डिलीट् कृतं। लवणं मधुरं न इति अन्योन्य अभावस्तरे स्थापितम्। तर्हि इदानीं वदतु। हा मधुरत्वं लवणे न अस्ति, अभावः इति पदं प्रयुज्य वदतु। लवणे मधुरतायाः अभावः अस्ति, समासं कृत्वा वदतु। मधुरा अभावः अस्ति खलु? आम् आं महोदय, मधुराभावः अस्ति लवणे, लवणे मधुराभावः, मधुराभावः इत्युक्ते मधुरान्योन्याभावः अस्ति। लवणे मधुरान्योन्याभावः अस्ति। अस्तु तर्हि लवणे मधुरो अन्योन्याभावः अस्ति, मधुरान् योन्याभावः अस्ति, मधुरा न्योन्याभावः इति ज्ञानम्। अस्तु इदानीम् एतदेव ज्ञानं, लवणं लवणे खलु, न तु लवणं लवणे लवणे, हा लवणे मधुरोऽन्योन्याभावः इति एकं ज्ञानं भवितुम् अर्हति। अन्यदपि ज्ञानं भवितुमर्हति. लवणं किं भवति लवणम् इति विशेषविशेषं मधुरं लवणं मधुरं न न अभावम् इति अत्र वक्तव्यं लवणम् अमधुरम् न यथा कपालः घट घटप्रागभाववान् इति उक्तम् एवं मधुर मधुरान्योन अभाववान् अभाववत् लवणम् इति लवणम् अस्तु तद् मया स्थापितम् इदानीं लवणं मधुरान्योन्याभाववत् इति ज्ञानं लवणे मधुरोन्योन्याभावः इति ज्ञानम् अस्तु तर्हि अत्र एतद् ज्ञानं कथं प्राप्तम् इति वदतु. रसनेन्द्रियेण प्राप्तं यदा लवणस्य सन्निकर्षः भवति लवण संयुक्त लवण लवणस्य संयुक्त तर्हि कस्मिंश्चित् द्रव्ये भवेत् तर्हि संयोगसमवायेन लवणस्य ज्ञानं भवति संयुक्तसमवायेन लवणस्य ज्ञानं भवति. तदनन्तरं अन्योन्यभावः तस् अभाववत् इत्युक्ते तत्र संयुक्त अभाववत् तर्हि विशेषणता सम्बन्धेन लवण लवणे अस्ति तर्हि संयुक्तसमवायविशेषणतासम्बन्धेन लवणं माधुर्य माधुर्यान्योन्य अभाववत् इति लवणं माधुर्यान्योन्य अभाववत् इति ज्ञानं प्राप्तुं शक्यते. समीचीनम् इति अस्ति खलु अत्र स्व इत्युक्ते रसनेन्द्रियं स्वसंयुक्तः अस्ति लवणम् इति द्रव्यं तस्मिन् कस्मिंश्चित् द्रव्ये यत् यस्मिन् लवणमस्ति तादृशद्रव्यं स्वसंयुक्त इति पदेन तत् द्रव्यस्यापि नाम लवणम् इति मया स्वीकृतं द्रव्यस्य नाम अपि लवणं तर्हि स्वसंयुक्तं लवणमस्ति तस्मिन् समवेतम् अस्ति समवायसम्बन्धेन अस्ति लवणम् इति रसः इति कृत्वा स्वसंयुक्तसमवाय सम्बन्धेन लवणं गृहीत्वा तस्मिन् अस्तु इदानीं वदतु स्वसंयुक्तसमवायविशेषणतासम्बन्धेन लवणं माधुर्य अन्योन्य अभाववत् इति ज्ञानं प्राप्तं तर्हि अत्र एतद् ज्ञानं लवणं माधुर्य मधुरान्योन्याभाववत् इति ज्ञानं विशेष्यतासम्बन्धेन कुत्र वर्तते प्रकारतासम्बन्धेन कुत्र वर्तते प्रकारतासम्बन्धेन प्रथमं विशेष्यं वदतु तदनन्तरं प्रकार विशेष्ये लवणम् एव विशेषणं लवणं परन्तु कीदृश लवणम् रस अस्ति ता तद्वा द्रव्यं वा इति अहं चिन्तयन् अस्मि. लवणं यत् द्रव्यम् अस्ति तदेव तत्र स्वीकरणीयम् इति अहं चिन्तयामि. समीचीनं महोदय न इत्र अत्र विशेषणं लवणम् इति विशेषणम् इति भवता उक्तं वाक्ये विशेषणं वा किम् वाक्ये लवणं मधुर लवणम् इति विशेषणम् अस्ति वाक्ये लवणम् इति विशेषणम् अस्ति नास्ति विशेष्यम् अस्ति सारि हा हा विशेष्यमस्ति अस्तु तर्हि लवणं मधुर अन्योन्य अभाववत् इत्यस्मिन् ज्ञाने ज्ञानं विशेष्यतासम्बन्धेन कुत्र अस्ति लवणे अस्ति कपालः घटप्रागभाववान् इत्यस्मिन् ज्ञाने ज्ञानं विशेषतासम्बन्धेन कुत्र अस्ति कपालः घट अभाववान् इति घटे आसीत् खलु घटे प्रागभावः न न मया किमुक्तं महोदय वाक्ये यद् अनन्तरं द्वितीयपदं यदस्ति तदेव ज्ञानस्य विशेष्यं भवति इति खलु रामः सीतापतिः एवं सीतापतिः रामः इत्युक्ते प्रथमवाक्ये सीतापतिः इति विशेष्यं द्वितीयवाक्ये रामः इति विशेष्यम् एवं सर्वदा द्वितीयपदं यदस्ति तदेव विशेष्यं भवति तर्हि लवणं मधुर अन्योन्य अभाववत् इत्यस्मिन् ज्ञाने ज्ञानं केन सम्बन्धेन ज्ञानं विशेषतासम्बन्धेन कुत्र वर्तते इति चेत् मधुर अन्योन्य अभावे वर्तते मधुर अन्योन्य मधुर अन्योन्य अभावं कुत्र वर्तते इति चेत् लवणे वर्तते अत्र अधः गच्छति इतोपि अधः गच्छति केन सम्बन्धेन इति चेत् दैशिकविशेषणतासम्बन्धेन अत्र तु कालिकविशेषणता नास्ति अत्र दैशिकविशेषणतासम्बन्धेन स्वरूपसम्बन्धेन मधुर अन्योन्य अभावः लवणे वर्तते अस्तु तर्हि इदानीं मधुर अन्योन्य अभावे ज्ञानं मधुर अन्योन्य अभावे विशेषतासम्बन्धेन वर्तते इति चेत् प्रकारतासम्बन्धेन कुत्र वर्तते विशेषतासम्बन्धेन प्रकारता अत्र मधुर अन्योन्य अभावः इति उक्तं खलु मया मधुरे वर्तते उत्तमम् उत्तमं प्रकारतासम्बन्धेन मधुरे वर्तते संसर्गतासम्बन्धेन कुत्र अस्ति अन्योन्य अभावे अस्ति प्रतियोगिता तर्हि प्रतियोगितासम्बन्ध प्रतियोगितायाम् अस्ति उत्तमम् तर्हि लवणं मधुर अन्योन्य अभाववत् इति ज्ञानं विशेष्यतासम्बन्धेन मधुर अन्योन्य अभावे वर्तते प्रकारतासम्बन्धेन मधुरे वर्तते संसर्गतासम्बन्धेन प्रतियोगितायां वर्तते पुनः तत्र लवणम् अपि ज्ञाने अस्ति इति कृत्वा तर्हि इदानीम् अत्र लवणं मधुर अन्योन्य अभाववत् इति सप्रकारकज्ञानषड्विधज्ञानेषु कीदृशज्ञानम् इति अवगन्तव्यमस्ति भवतु तदनन्तरं कुर्मः इदानीं मास्तु अस्तु तर्हि इदानीं लवणं मधुर अभाववत् इति ज्ञानं रसनेन्द्रियेण प्राप्यते स्वसंयुक्तसमवायविशेषणतासम्बन्धेन प्राप्यते लवणे मधुर अन्योन्य अभावः इति ज्ञानं केन सम्बन्धेन प्राप्यते इति स्वामिमहोदय वदति वा स्वामि महोदय आं महोदय एकवारं पृच्छतु महोदय सम्यक् न बुद्धं द्वितीयज्ञानमस्ति खलु लवणे मधुर अन्योन्य अभावः इति स्प्रेड्शीट् मध्ये दृश्यते खलु आं दृश्यते तद् ज्ञानं केन सन्निकर्षेण जायते इति प्रश्नः महोदय रसन रसन तु संयोगं भवेत् महोदय सन्निकर्षः प्रथमं लवणे तदनन्तरं तस्य किं गुणाभावः आरम्भः रसन लवण संयुक्त रसन लवण संयुक्त तदनन्तरं गुणाभावः न न तदनन्तरमिति तावत् तावदेव तत्र दोषः अस्ति. रसनम् इत्यनेन किम् उक्तं भवता? रसनम् इत्युक्ते किम्? इन्द्रिय. उत्तमं. लवणम् इत्युक्ते किं? द्रव्यम्. हा, रसन इन्द्रिय अपि च लवणं लवणद्रव्ययोः मध्ये कः सम्बन्धः जायते? संयोगः. उत्तमम्. तर्हि रसनेन्द्रियम् इदानीं स्वसंयुक्तसम्बन्धेन लवणम् इति द्रव्ये वर्तते. तदनन्तरं तदनन्तरं गुणः महोदय, गुण मधुरः तु समवायेन, किन्तु मधुर अन्योन्यभावः अस्तु. लवणम् इति द्रव्ये समवायसम्बन्धेन किम् अस्ति? समवायेन सम्बन्धेन अनेक गुणानि सन्ति महोदय. एकं तु अस्ति लवण लवणं लवणमेव. हा, लवणम् इति गुणः इदानीम् लवणम् इति गुणः. अत्र लवणम् इति गुणः अपि भवितुमर्हति, लवणम् इति द्रव्यमपि भवितुमर्हति. भवतु, केवलम् अत्र अवगमनार्थं सैन्धवम् इति स्वीकुर्मः. सैन्धवं द्रव्यम् इति सैन्धवम् इति स्वीकुर्मः. पर्यायपदमस्ति. किमर्थमित्युक्ते अत्र मनसि क्लेशः भवति इति कृत्वा सैन्धवम् इति स्वीकुर्मश्चेत् सैन्धवे लवणमस्ति खलु, लवणम् इति रसः अस्ति समवायसम्बन्धेन. तस्मिन् लवणे किमस्ति? तस्मिन् लवणम् इति रसे किमस्ति? लवणम् इति रसे अभावः. कस्य अभावः अस्ति? न, इदानीं ज्ञानं महोदय सर्वमिति त्यजतु. लवणे मधुर अन्योन्य अभावः इति ज्ञानं भवता प्राप्तं महोदय. एतद् ज्ञानम् आधारीकृत्य वदतु. तत्र तु तर्हि महोदय लवणे मधुर अन्योन्य भावः वा? सत्यं. मधुर अन्योन्य अभावः लवण इति रसे वर्तते खलु? आं महोदय, लवणे इति रसे वर्तते. लवणे इति रसे मधुर अन्योन्य अभावः वर्तते इति कृत्वा स्वसंयुक्तसमवायविशेष्यतासम्बन्धेन सन्निकर्षेण लवणे मधुर अन्योन्याभावः इति ज्ञानं प्राप्यते. अस्तु, अस्मिन् ज्ञाने इत्युक्ते लवणे मधुर अन्योन्याभावः इति ज्ञाने ज्ञानं विशेष्यतासम्बन्धेन कुत्र अस्ति? मधुर अन्योन्य अन्योन्यत्वे मधुर अन्योन्य अभावे अस्ति. अन्योन्यत्वेन अस्ति, मधुर अन्योन्य अभावे अस्ति. प्रकारतासम्बन्धेन कुत्र अस्ति? लवणे लवणरसे अस्ति. नास्ति, मधुर अन्योन्य अभावे किं भवति? मधुरे अस्ति वा महोदय? किन्तु लवणे तु मधुरे नास्ति. न, मधुर अन्योन्य अभावे किमस्ति इति प्रश्नः. संशयः अस्ति महोदय तत्र पुनः मधुर अन्योन्य अभावे मधुरमस्ति इति कृत्वा एव मधुर अन्योन्य अभावः इति वक्तुं शक्यते. मधुर अन्योन्य अभावः इत्युक्ते मधुरस्य अन्योन्य अभावः अस्ति खलु, तदेव षष्ठी तत्पुरुषसमासः. मधुरस्य अन्योन्य अभावः, तर्हि मधुरस्य अन्योन्य अभावः इत्युक्ते मधुरम् इति प्रतियोगी प्रतियोगितासम्बन्धेन मधुर अन्योन्य अभावे वर्तते. तर्हि मधुर अन्योन्य अभावः ज्ञानं, हा मधुर अन्योन्य अभावे विशेष्यतासम्बन्धेन ज्ञानं वर्तते चेत् तद् ज्ञानं प्रकारतासम्बन्धेन कस्मिन् भवितुम् अर्हति इति चेत् मधुरे एव भवति. संसर्गतासम्बन्धेन कुत्र अस्ति? लवणे महोदय. न न, संसर्गता प्रकारतासम्बन्धेन मधुरे अस्ति, विशेष्यतासम्बन्धेन मधुर अन्योन्य अभावे अस्ति. मधुरम् अपि च मधुर अन्योन्य अभावः, मधुरं केन सम्बन्धेन मधुर अन्योन्य अभावे भवति? अभावे तत् पदार्थः प्रतियोगिता भावे नास्ति, अतः संसर्गता अस्ति. स्वामी महोदय सर्वदा प्रतियोगी तत् स्वस्य अभावे प्रतियोगिता सम्बन्धेन वर्तते. प्रतियोगिता महोदय, हा तर्हि संसर्गता किम् इति चेत् प्रतियोगिता. अपि च स च मधुर अन्योन्य अभावः कुत्र वर्तते इति चेत् लवण इति रसे वर्तते. स च लवणं कुत्र वर्तते इति चेत् सैन्दवमिति द्रव्ये वर्तते. तेन सैन्दवद्रव्येण सह संयुक्तः अस्ति रसनेन्द्रियम्. सी इवन् दो यु नो यु पुट् the salt in the mouth and if I ask is it sweet, you can immediately say no, but to explain how that process happens we have to go through this prakriya tadrishamanti tahi pratyaksha gnanam indriyena saralitya bhavati pandu nyaya shastra ritya bahu kashtena bhavati na na atra pratyaksha vaktum klesha asti tadeva वक्तुं क्लेशः अस्ति. यथा तैः अत्र पदार्थानां निर्माणं कृतम् अपि च द्रव्ययोः मध्ये संयोगः एव भवति, द्रव्यगुणयोः मध्ये समवायः एव भवति इति तादृशम् उक्तं, तद् अनुसृत्य वक्तव्यं चेत् अपि च प्रतियोगी अभावे प्रतियोगितासम्बन्धेन वर्तते, अभावः प्रतियोगिनि अनुयोगितासम्बन्धेन वर्तते, अभावः अन्यस्मिन् भावपदार्थे स्वरूपसम्बन्धेन वर्तते इति तादृशं कल्पितम् इति कृत्वा. बट् ऐ टेल् यु यु केन् ओन्ली इवन् दो इट् अपियर्स् टु बि वेरि काम्प्लिकेटेड् इफ् सपोसिङ्ग् ऐ आस्क् यु टु टेक् दि बौद्धमत आर् इवन् वेदान्तमत अण्ड् आस्क् यु टु प्रूव् टु एक्स्प्लेन् इट् इस् वेरि डिफिकल्ट्. इट् इस् इम्पासिबल् एक्चुलि बिकास् दे डोण्ट् हाव् दीस् थिङ्ग्स्. They don't have, that is why even in Vedanta they use a lot of Nyaya, especially in Prouda Granthas. Ityukte atra yadi Advaita Siddhihi patati, tarhi Nyaya Jnanam vina kimapi na avagacchati. Kimapi na avagacchati. Sarvatra avachedakata sambandhena idhi tadrishimeva bhavati vakyam. There will be one vakya which will run into 10 lines. And everything will be avachedakata, avachedyata, pratiyogita, pratiyogini. Like this, there will be so many words that will be used. Because only Nyaya has broken it down into such small elements that you will be able to even describe it. And unless you describe it like that, you will not be able to pinpointedly express exactly what you want. Astu, bahu samichinam. So, what I am thinking now is, you know, I have to add one more spreadsheet to this. Instead of trying to complicate this spreadsheet, tatra jnanam, apiche kirdisha saprakarakam, tatreva itopi kinchit lekidum shakite, kimachukte, प्रकारतासम्बन्धेन विशेष्यतासम्बन्धेन संसर्गतासम्बन्धेन इति तादृशं लेखनीयं भवति. सो ऐ क्रियेट् अनदर् स्प्रिट्शीट् विच् वी केन् कीप् फिलिङ्ग्. ऐ एम् नाट् सेयिङ्ग् नेसेसरी दिस् इस् वाट् वी नीड् टु डू इमीडियट्लि, बट् अन्लेस् यु हाव् दिस् कैण्ड् आफ़् गभीरचिन्तनम्, इट् वुड् नाट् बि पासिबल् फर् अस् टु यु नो एक्साक्ट्लि अण्डर्स्टाण्ड् वाट् इस् गोयिङ्ग् आन् देर् आफ्टर्. So I'll create a separate sheet. I'll basically delete these two things. Apicha mahode atra lavanam apicha maduram ityanayoho madhye anyonya bhavah asti tena adharena eva rasane rasanam sannikarshah iti vayam drishtavantah. Parantu yadi ghatah patah na athva ghate patah bhavah iti udaharanam svikurma chet tatra chakshu sannikarshah tvak sannikarshah api bhavitum arhati tatra. Satyam. केवलं रसनेन्द्रियेण सन्निकर्षः भवति इति नास्ति, तत् केवलम् एतत् ज्ञानस्य आधारेण एव सत्यम्. अपि च यदि रूपस्य इत्युक्ते नीलरूपे पीतरूपस्य अन्योन्याभावः इति वदामश्चेत् तत्र एवमेव वक्तव्यं, तत्र चक्षुषा एव तादृशज्ञानं भवति, किन्तु तत्र स्वसंयुक्तसमवाय विशेषणता चेत् विशेषतासम्बन्धेन इव भवति. केवलम् एकमेव. So what we need to do is to write out maybe some 50 jnanas. Different jnanas. You know? Gataha pataha na. Gataha kapalaha pragabhavavan. Itukte gataha pataha na iti vakyam eva dvidavaktam shakyate. Atra anyonya bhava kim? Lavanam maduram na iti eva kalu. Kintu tad jnanam lavanam madura anyonya bhavavat iti api bhavitum arhati lavane madura anyonya bhavaha. इति अपि भवितुमर्हति. इति भवति चेत् भिन्नभिन्नसन्निकर्षः अस्ति इति. सो यु आर् गेटिङ्ग् एक्स्ट्रीम्लि स्पेसिफिक्. दिस् इस् ब्रिलियण्ट् महोदय. एक्चुलि द एक्सेल् शीट् वाट् ऐ एम् सीङ्ग् इस् शीट् फोर् कान्फ्लिक्ट् 1503 समथिङ्ग् इस् देर् प्राबब्लि ऐ थिङ्क् इस् शीट् 3 अण्ड् शीट् विषयान्तरम् अफ्कोर्स्. No, I have not checked it. I don't even know how that happened. I don't know. There seems to be some cross-referencing. I'll check it out. Okay. So I'll check it out. Tatra eva anumati he udaharanam asti, shabdasya udaharanam asti. Tat shrit madhi eva. Ha. Parvato vanni ma. Tadavi chachitam. पाठः अस्ति तदपि. नो बट् यु नो वि हाव् टु डू दिस्. इट् अपियर्स् लिटिल् कान्फ्लिक्टिङ्ग् अण्ड् ऐ एम् श्योर् इट् वास् नाट् डन् इन् स्वरूप महोदयस् वर्गस् दिस् कैण्ड् आफ़् डीटेल् थिङ्किङ्ग्. बट् इट् विल् एक्स्ट्रीम्लि बिकास् दिस् इस् वेर् वि आर् आक्चुलि अप्लैङ्ग् वाट् वि लर्न्ड् सप्रकारकज्ञानानि षड्विधानि इति अस्माभिः अधीतं. किन्तु यत् पुस्तके यत् उदाहरणं दत्तं तत् स्वीकृत्य अवगन्तुं शक्नुमः, किन्तु इदानीम् लवणं मधुर अन्योन्य अभाववत् इति ज्ञानं सप्रकारक कीदृशसप्रकारकज्ञानम् इति चिन्तनीयं भवति. सो वि हाव् टु ड्रा औट् अ डैग्राम् अण्ड् देन् वि हाव् टु डू वन् मोर् थिङ्ग्. इन्फ्याक्ट् ऐ वाण्टेड् टु आक्चुलि डू दट् प्रक्रिया इति शीट् अस्ति खलु, प्रक्रिया इति शीट् तत्र कति कारणानि भवन्ति इति, अपि च तानि कारणानि कानि इति, इत्युक्ते निमित्तकारणं वा समवायिकारणं वा असमवायिकारणं वा. तर्हि प्रक्रिया इत्यस्मिन् स्प्रेड्शीट् मध्ये कारणं कीदृशम् इति चिन्तनं, प्रत्यक्षम् इत्यस्मिन् स्प्रेड्शीट् मध्ये सन्निकर्षः कथम् इति चिन्तनं. तर्हि तदनन्तरम् इदानीं रसप्रकारकज्ञानम् इति स्प्रेड्शीट् अहं स्थापयामि, तत्र चिन्तनं कस्मिन् विषये भवति इति चेत् किं तत्र षड्विधानि सन्ति खलु सप्रकारकज्ञाने तत्र कीदृशज्ञानम् अस्ति इति स्थापनीयं तदनन्तरं प्रत्येकं ज्ञानं तत्रैव ज्ञानस्य आकारः भवति इति कृत्वा तस्मिन्नेव स्प्रेड्शीट् मध्ये अहं प्रकारता कुत्र अस्ति विशेषता कुत्र अस्ति संसर्गता कुत्र अस्ति इत्यपि स्थापयामि. सो देन् इट् बिकम्स् एन् अब्सल्यूट्लि ब्रिलियण्ट् थिङ्ग्. इन्फ्याक्ट् वेन् ऐ आक्चुलि स्पोक् टु मनिन्द्रा विश्वास् सीरियल् अबौट् 3-4 weeks अगो आन् अ पर्टिक्युलर् क्वश्चन् ही आस्क् मी ही सेड् आर् युवर् स्टूडेण्ट्स् आस्किङ्ग् दीस् कैण्ड्स् आफ़् क्वश्चन्स् हि वास् सर्प्रैस्ड् that we are thinking so deeply. I said no, we are all thinking together and we want to think through the whole process. Mohde, we don't think Mohde, you make us think Mohde. But I mean, yeah, true, but what I wanted to tell was, you know, that we are thinking so deeply in our class was something that was a matter of wonder for him, because even in his classes he doesn't make his students think like that. And unless the student takes it upon himself to think it, and I do it, I make you think, because it is of extreme use to me also, because I have not thought like this. I use you all as a sounding board for me to think like this. It's a great experience, Maurya, I should say. Wonderful experience. Still, actually, today's class itself is great insight into a lot of things. Though we had said something before, a lot of insight, good things. So that is where and it is these kinds of concepts that are taken in subjects like Advaita Siddhi. They go great into it. See, now we are saying madhuram madhura abhave asti. If supposing we just say only madhuram madhura, katham va madhuram madhura abhave bhavitum arhati, tayoho madhye virodha asti kalu. इति कृत्वा मधुरं कथं वा इति चेत् प्रतियोगितासम्बन्धेन भवितुम् अर्हति इति प्रतिपादयितुं शक्यते. अपि च प्रतियोगिनः ज्ञानं न ज्ञातुं शक्यते इति अपि जातं. सो वितौट् द नालेज् आफ़् प्रतियोगी, इफ् यु केनाट् नो दि अभाव, देन् द प्रतियोगी हेस् टु बि नोन्. इफ् प्रतियोगी इस् नोन्, देन् ऐ केन् ऐ इवन् से दट् ऐ हेव् दि अभाव आर् the absence of its knowledge. I cannot. Therefore, this is just a prakriya. The point I wanted to make with respect to Vedanta, which was a big discovery for me, was that when we talk about, see, all these Vedanta granthas which talk about Atma Jnana at many places, they can speak about Atma Jnana only post facto. You have known Atma. Without knowing Atma, without introducing Atma, भवतु तत्र प्रत्यक्षज्ञानं परोक्षज्ञानम् अस्ति वा अपरोक्षज्ञानम् अस्ति वा इत्यत्र विभेदः अस्ति. बट् वितौट् नोयिङ्ग् आत्मा यु केनाट् इवन् स्पीक् अप् आत्मज्ञानं. वितौट् हेविङ्ग् इन्ट्रोड्यूस्ड् आत्मा यु केनाट् स्पीक् अप् आत्मज्ञानं. बट् जनरली सी दिस् इस् वेर् मै गुरु अस्तु अत्र किं रेकार्डिङ्ग् स्थगयामि.